अस्तु, अद्यतनविषयः भवति भेदस्य अवधिः. भेदस्य अवधिः कीदृशः, निखिलावधिकत्वं वा अनेकावधिकः वा एकावधिकः वा इत्यादिकं किञ्चित् परिशीलयामः. तस्मात् प्राक् भेदः इति कीदृशः वस्तु कुत्र कुत्र वर्तते इति सव्यसाची महोदय किञ्चित् प्रतिपादयति वा? किं भगिनी प्रश्नः पुनः वदति वा? भेदः कीदृशः पदार्थः अस्ति, कुत्र कुत्र भेदः भवति इति. निश्चयेन घटः पटाद् भिन्नः इत्युक्ते घटे पटभेदः अस्ति, एवं अत्र भेदः अस्ति इत्युक्ते प्रतिदिवसात् अवधिः भासते, तर्हि अत्र नियतावधिकत्वम् अस्ति इति वदामः. परन्तु अनेकावधिकत्वम् अस्ति अथवा एकावधिकत्वम् अस्ति इति इदानीं जानीमः चेत् घटः पटात् भिन्नः, घटः मठात् भिन्नः, घटः वृक्षात् भिन्नः इत्युक्ते घटे भेदः अस्ति, परन्तु तत् भेदः एकमेकम् अवधि अनुसृत्य विद्यते इत्युक्ते. अस्तु, इदानीं भेदस्थले अवधिः कः इति वदतु प्रथमतया. प्रतियोगियः सः अवधिः, यः प्रतियोगी, यः कोऽपि प्रतियोगी भवति सः अवधिः इति अस्ति. अपि च भेदस्थले प्रतियोगिता इति कुत्र अस्ति, अपि च सा केन अवच्छिन्ना भवति? घटः पटात् भिन्नः इत्युक्ते इदानीं प्रतियोगी अत्र पटः अस्ति, एतत् प्रतीते इत्युक्ते केन अवच्छिन्न इत्युक्ते स्वं विहाय न स्वं विहाय भेदः सर्वत्र विद्यते. अत्र स्वम् इति पटः, आम् खलु, पटः स्वम् इति. मम प्रश्नः अस्ति यत् प्रतियोगी इत्यस्मिन् प्रतियोगिता भवति खलु, आम्, तर्हि पटे प्रतियोगिता इति यद्वस्तु अस्ति तद् केन अवच्छिन्ना भवति? पटे विद्यमानप्रतियोगिता अपरस्मिन् वस्तुनि विद्यमानायाः प्रतियोगितायाः भिन्ना इति कथं वक्तुं शक्नुमः? इत्युक्ते अन्य कापि साहाय्यं करोति वा? पटत्व अवच्छिन्न, तादात्म्यसम्बन्धन अवच्छिन्न, प्रद्योतिका. समीचीनम् इति बुद्धं स्यात् महोदय. आमामां, गतसप्ताहे वयं कृतवन्तः तथा. तर्हि यथा सरला भगिन्या उक्तं, पटत्वावच्छिन्न, तादात्म्यसम्बन्धावच्छिन्न प्रतियोगिता. केवलं तादात्म्यसम्बन्धावच्छिन्न प्रतियोगिता इति उच्यते चेत् तत् पर्याप्तं नास्ति, यतोहि भेदस्थले तादात्म्यसम्बन्धः तु सर्वत्र वर्तते. तादात्म्यसम्बन्धावच्छिन्न इति किमर्थं वदामः? यतोहि अयम् अत्यन्ताभावः न, प्रागभावः इत्यादिकं न, अन्योन्याभावः इति ज्ञापयितुं. यतोहि अन्योन्याभावः अथवा भेदस्थले एव तादात्म्यसम्बन्धस्य प्रामुख्यं भवति इति. पुनः तादात्म्यसम्बन्धावच्छिन्न इति तद्विहाय प्रतियोगिनम् उद्दिश्य अपि प्रतियोगिनी या जातिः अस्ति तदपि वक्तव्यं भवति, यथा घटत्वावच्छिन्न, तादात्म्यसम्बन्धावच्छिन्न प्रतियोगिता, अथवा पटत्वावच्छिन्न, तादात्म्यसम्बन्धावच्छिन्न प्रतियोगिता. तर्हि प्रत्येकस्मिन् स्थले यत्र यत्र भेदः भवति तत्र तत्र प्रतियोगी इति विद्यते वा? भेदः, आमां, प्रतियोगी इति विद्यते. प्रतियोगी इति अवश्यं भिद्यते. प्रतियोगी भिद्यते चेत् भेदः अपि भेदस्य कारतिः. आम् भेदः अपि भिद्यते, तर्हि अवधि भेदेन भेदः विद्यते. हा बहु समीचीनं, तदेव अस्ति मुख्यविषयः. अवधिभेदेन भेदः भिद्यते. यः कोऽपि अवधिः भवति सः एव प्रतियोगी भवति. अतः प्रतियोगिनः या जातिः भवति तद् आदाय प्रतियोगिता भिन्ना भवति, तेन भेदः अपि भिद्यते. तर्हि भेदः अवधिभेदेन भिद्यते इति स्पष्टं स्यात्. अस्तु, अपि च भेदः प्रतियोगिनं विहाय सर्वत्र इति ज्ञातं. तस्य भेदस्य अवधिः अपि एकः एव खलु, प्रतियोगी इति. तर्हि भेदस्य कीदृशः अवधिः भवति, अवधिकत्वं कीदृशम्? एकावधिकत्वम्. एकावधिकत्वं निखिलावधिकत्वम् अस्ति वा? निखिलावधिकत्वं नास्ति. भेदः तु स्वं विहाय सर्वत्र. न्यायशास्त्रे न्यायपरिभाषायां तदेव खलु निखिलम् इत्यस्य अर्थः. स्वं विहाय सर्वत्र अस्ति भेदः तु, स्वं विहाय सर्वत्र. किन्तु भेदस्य अवधिः स्वं विहाय सर्वत्र अस्ति वा इति प्रश्नः. तत्र किं वदति सन्ध्या भगिनी? भेदस्य अवधिः स्वं विहाय नास्ति अन्यत्र, यतोहि स्वं स्वस्मिन्नेव प्रतियोगिता अस्ति, अतः स्वस्मिन्नेव अवधिः अस्ति. हा हा, प्रतियोगिनी एव प्रतियोगिता. तर्हि एकस्मिन् एव भवति वा इति प्रश्नः अवधिकत्वं भेदस्य. घटभेदः इति चिन्तयतु, घटभेदस्य अवधिः कुत्र कुत्र भवति? घटभेदस्य अवधिः घटे एव भवति, अन्यत्र न. हा समीचीनं, तर्हि घटभेदस्य अवधिः प्रतियोगिरूपः इति उच्यते. सर्वदा भेदस्य अवधिः प्रतियोगिरूपः भवति. भेदस्थले एकः एव प्रतियोगी अपि, तेन भेदस्य अवधिः एकावधिः इति सिद्ध्यति. एकावधिकत्वम् अस्ति, अतः निखिलावधिकत्वं नास्ति इति सिद्धम्. इति सिद्धं, समीचीनम्. अधुना पृथक्त्वस्य स्थले कीदृशी स्थितिः इति कोऽपि संक्षेपरूपेण वदति वा? नूतनतया केन आगतम्? वदनी भगिनी, वदनी अस्मि भगिनी. अस्तु, तर्हि जयन्ती भगिनी, पृथक्त्वस्य कीदृशी स्थितिः इति वदति? पृथक्त्वस्य तु अनेकावधिकत्वं, स्वं विहाय अपि च अवयवान् विहाय सर्वेषु वस्तुषु पृथक्त्वं प्रति अवधित्वम् अस्ति, अतः पृथक्त्वस्य अनेकावधिकत्वम् अस्ति इति. परन्तु भेदविषये तादृशं न इति. समीचीनम्. अत्र पृथक्त्वस्थले स्वम् इति यत् भवत्या उक्तं, तद् पदं कस्य सूचकः? स्वम् इति द्रव्यस्य किम् अवधिं विहाय, अवधिं त्यक्त्वा यत् अस्ति तं सूचयति. आश्रयस्य सूचनं. स्वस्य आश्रयस्य सूचनं भवति. समीचीनं, पृथक्त्वस्य आश्रयः यः कोऽपि भवति तं विहाय, पृथक्त्वस्य आश्रयं विहाय, अपि च पृथक्त्वस्य आश्रयस्य अवयवान् विहाय पृथक्त्वम् इत्यस्य अवधिः जगति सर्वत्र इति कृत्वा पृथक्त्वस्य अनेकावधिकत्वं. किन्तु पृथक्त्वस्य आश्रयः कः? आश्रये बहूनि पृथक्त्वानि सन्ति वा अथवा एकमेव वा? आश्रये तु बहवः अवधयः सन्ति. पृथक्त्वस्य बहवः अवधयः सन्ति इति पृथक्त्वस्य आम् आश्रये पृथक्त्वस्य आश्रये पृथक्त्वस्य बहवः अवधयः सन्ति, परन्तु पृथक्त्वम् इति गुणः एकमेव. अस्तु, पृथक्त्वम् इति एकमेव, तस्य बहवः अवधयः, किन्तु भेदस्य तु एकः एव अवधिः, परन्तु भेदाः बहवः. समीचीनं. यत्किमपि द्रव्यं स्वीकृत्य भेदस्य आश्रयः इदम् इति वदामश्चेत् तत्र तस्मिन् द्रव्ये बहूनां वस्तूनां भेदः भवति, यथा घटे पटभेदः, मठभेदः, उत्पीठिकाभेदः इत्यादिकं भवति एव घटे. यद्यपि बहवः भेदाः सन्ति, तथापि प्रत्येकं भेदस्य अवधिः इति एकः एव. पृथक्त्वस्य स्थले वैपरीत्यं, पृथक्त्वम् इति आश्रये एकमेव, किन्तु तस्य पृथक्त्वस्य अवधयः बहवः भवन्ति इति. अस्तु, इति स्पष्टं स्यात् पृथक्त्व अपि च भेदः तयोः मध्ये वैलक्षण्यम्. आम्, इतः अग्रे सरेम तर्हि. सव्यसाची महोदय पठति वा अग्रे, तर्हि बोध्यं यत्. तर्हि बोध्यामि यत् प्रतियोगिनं घटं विहाय घटभेदः सर्वत्र अस्ति इत्यस्य अर्थः नास्ति यत् घटभेदस्य निखिलावधिकत्वम् अस्ति. घटभेदस्य अवधिः कः? पटः घटात् भिन्नः इति प्रतीतौ घटभेदः कुत्र? पटे. अस्यां च प्रतीतौ अवधिः कः? घटः. घटात् भिन्न किल, अत्र घटः एव अवधिः, अतः घटभेदस्य अवधिः घट एव. घटभेदं घटं विहाय सर्वत्र भवति, किन्तु यत्र यत्र घटभेदः भवति, पटे, मठे, वृक्षे, तत्र सर्वत्र तस्य घटभेदस्य अवधिः भवति घटः एव. घटात् भिन्नः इति सर्वस्यां घटभेदविषयकः प्रतीतौ श्रूयते किल. तर्हि इदानीं यत्र लिखितमस्ति प्रतियोगिनं घटं विहाय घटभेदः सर्वत्र अस्ति, तर्हि घटभेदः सर्वत्र अस्ति इत्युक्ते वयम् इदानीं पटः घटात् भिन्नः अत्र इदानीं प्रतीतिम् अस्ति, तर्हि प्रतियोगिनम् इत्युक्ते घटं विहाय घटभेदः सर्वत्र वर्तते, पटे वर्तते, वृक्षे वर्तते, मठे वर्तते इति. तर्हि घटभेदः इदानीम् अस्ति, तत्र अवधिः कः? अवधिः कः इति प्रश्नः. तर्हि घटभेदः कुत्र अस्ति? इदानीं प्रतीतिः अस्ति पटः घटात् भिन्नः इत्युक्ते अवधिः कः इत्युक्ते घटः घटात् भिन्नः इति प्रतीतौ भासते अवधिः का, तर्हि भेदे नियतावधिकत्वम् अस्ति, अत्र घट एव अवधिः. घटभेदस्य अवधिः घटः एव इत्युक्ते घटभेदः घटं विहाय जगति सर्वत्र अस्ति. तर्हि किन्तु यत्र यत्र घटभेदः अस्ति इत्युक्ते अन्य कोऽपि पदार्थः नयामः चेत् पटः, मठः, वृक्षः, तत्र सर्वत्र घटभेदस्य अवधिः भवति केवलं घटः एव. तर्हि घटात् भिन्नः इति प्रतीतौ भासते, तर्हि घटभेदविषयकः प्रतीतौ श्रूयते इत्युक्ते घटभेदः कुत्र अस्ति प्रतीतिं जानीमः चेत् घटभेदः कुत्र अस्ति तत् ज्ञातुं शक्नुमः इति अस्ति इति मम मन्ये. समीचीनं महोदय. तर्हि यद् अस्माभिः चर्चितं तदेव भिन्नरीत्या इति अत्र उक्तम्. इदं स्पष्टं स्यात् मनसि. घटभेदस्थले अथवा भेदस्थले प्रतियोगी इति एव अवधिः, एकः एव अवधिः इति. अस्तु, केनचित् आगतं वा? अहं भगिनी लक्ष्मी अस्मि अत्र. अस्तु लक्ष्मी भगिनी. तर्हि जयन्ती भगिनी अग्रे कृपया. बहु पूर्वं च अस्माभिः उक्तं यत् भेदविषये अवधिः प्रतियोगी एव. अधुना सिद्धं यत् तत् सत्यमपि. अतः वस्तुतः घटभेदः निखिलावधिकः अपि नास्ति, अनेकावधिकः अपि नास्ति, घटभेदः एकावधिकः एव. घटभेदस्य एक एव अवधिः घटः एव. यद्यपि घटभेदः बहुत्र अस्ति घटं विहाय सर्वत्र, किन्तु तत्र सर्वत्र घटभेदस्य अवधिः घटः एव. अतः घटभेदः एकावधिकः. अत्र घटभेदस्य एकावधिकत्वं तस्य वर्णनम् अस्ति. पूर्वमेव दृष्टं यत् भेदविषये प्रतियोगी एव अवधिः इति. उदाहरणं स्वीकुर्मश्चेत् पटः घटात् भिन्नः इति स्वीकुर्मश्चेत् अत्र घटः एव प्रतियोगी. पटः घटात् भिन्नः इत्यस्मात् घटः अपि घटः अवधिः अपि. अत्र पटे एकनिमिषः, घटः पटात् भिन्नः इति वाक्यं खलु? न न, पटः घटात् भिन्नः इति. अस्तु अस्तु अस्तु अस्तु. अतः घटः अवधिः अपि च घटे प्रतियोगिता अस्ति. इदानीं पटे घटभेदः अस्ति, पटे घटाभावः अस्ति इति अपि जानीमः. पटे घटभेदस्य अतिरिक्त मठभेदः अपि अस्ति, वृक्षभेदः वा पुस्तकभेदः, सर्वाविधाः भेदाः पटे सन्ति. परन्तु प्रत्येकस्मिन् सन्दर्भे मठभेदः अस्ति चेत् मठावधिकमठभेदः अस्ति, वृक्षभेदः चेत् वृक्षावधिकवृक्षभेदः अस्ति पटे. अतः यः भेदः अस्ति पटे, सर्वाविधाः भेदाः सन्ति, यः भेदः अस्ति तद् अवधिकभेदः एव अस्ति. अतः यः भेदः अस्ति तस्य एकः एव अवधिः अस्ति इत्यस्मात् भेदविषये भेदस्थले भेदस्य एकः एव अवधिः इति. यः प्रतियोगी अस्ति तदेव अवधिः अपि, अन्य कोऽपि अवधिः न भवितुम् अर्हति. अतः भेदस्य एकावधिकत्वम् इति साधितम् अस्ति. अस्तु समीचीनम्. अग्रिमपरिच्छेदम् अपि पठतु पुनः, इदमेव उक्तं सारांशरीत्या. आम्, अपि च भेदस्य विषये सर्वत्र तथा, पटभेदः अपि तथा एकावधिकः, मठभेदः अपि तथा एकावधिकः. अतः भेदस्य स्वभावः एवं, तस्मिन् एकावधिकत्वं, पृथक्त्वस्य अनेकावधिकत्वं, भेदस्य एकावधिकत्वं, द्वयोः नियतावधिकत्वम्, अपि च द्वयोः मध्ये कस्यापि निखिलावधिकत्वं नास्ति. तर्हि विश्वे कस्य निखिलावधिकत्वम्? अत्र तु पृथक्त्वयोः किं पृथक्त्वभेदयोः का स्थितिः इति अस्ति. इदानीमेव दृष्टं भेदस्य एकावधिकत्वं, परन्तु पृथक्त्वविषये पृथक्त्वस्थले तु पृथक्त्वस्य स्थले तु स्वं विहाय अपि च अवयवान् विहाय सर्वस्मिन् जगति यत् अस्ति तस्मिन् पृथक्त्वं प्रति अवधित्वम् अस्ति इति जानीमः. पृथक्त्वस्य अनेकावधिकत्वम् पूर्वमपि वयम् वदतु भगिनि. न तत् समीचीनमेव. पृथक्त्वस्य अनेकावधिकत्वं, भेदस्य एकावधिकत्वम्. अत्र नियतावधिकत्वस्य विषये अपि किमपि उक्तम्. आम् आम् आम्. अपि च पृथक्त्वस्थले भेदस्थले तु नियता अवधिकत्वं. किमर्थम् इत्युक्ते द्वयोः द्वयोः स्थलयोः नियमेन अवधिः भासते. प्रतिदिवशात् भेदस्थले प्रतियोगिनी अवधिः अस्ति सर्वदा नियमेन एव भासते. पृथक्त्वस्थले आश्रयं विहाय अपरस्मिन् द्रव्ये अवधित्वम् अस्ति. अतः सर्वदा एतयोः स्थलयोः अवधिः भासते. इत्यतः ते ताभ्यां नियतावधिकत्वम् अस्ति. तर्हि इत्येव विषयः. अपि च अग्रिमविषयः आयाति निखिलावधिकत्वं कुत्र अस्ति. पृथक्त्वस्य भेदस्य निखिलावधिकत्वम् अस्ति वा? पृथक्त्वस्य भेदस्य तु निखिलावधिकत्वं नास्ति एव. तर्हि कस्य निखिलावधिकत्वम् अस्ति इति प्रश्नः इति अग्रिमप्रश्नः. अपि च द्वयोः नियतावधिकत्वम् इति उक्तम्. अत्र नियतावधिकत्वस्य चर्चायां अवधिः कुत्र अस्ति इति प्रमुखविषयः नास्ति, किन्तु प्रतीतौ अवधिः भासते वा. पृथक्त्वस्य अनेकावधिकत्वम् अस्ति, अस्तु, बहुत्र अनेकावधिकत्वम् अस्ति, किन्तु प्रतीतौ घटः पृथक् इति वदामश्चेत् तत्र घटः कस्मात् पृथक् इति प्रश्नः उदेति. तर्हि कस्माच्चित् पृथक् इति वक्तव्यं भवति. घटः पटात् पृथक् इति वक्तव्यमेव. प्रतीतिः सार्थकः भवतु इति कृत्वा तदर्थं प्रतीतौ नियमेन भासते पृथक्त्वस्य अवधिः. यद्यपि प्रतीतौ एकः एव अवधिः भासते, परन्तु अनेकावधिकत्वमेव पृथक्त्वस्य. किन्तु प्रतीतिरूपेण यदि वदामः वाक्यं तर्हि अवश्यं वक्तव्यं भवति अवधिः इति कः इति. इति कृत्वा पृथक्त्वस्य नियतावधिकत्वं, तदेव तथा एव भेदस्यापि. घटः पटाद् भिन्नः, केवलं घटः भिन्नः इति वदामश्चेत् तत्र कस्मात् इति प्रश्नः उदेति. तर्हि कस्माचित् अपि भवतु, किन्तु कस्मात् इति तत्र वक्तव्यं भवति. अस्तु, इति नियतावधिकत्वम्. अग्रे निखिलावधिकत्वं कस्य कस्य इति पश्येम. सन्ध्या भगिनी पठति वा? आं भगिनि. कस्य निखिलावधिकत्वं? पृथक्त्वस्य निखिलावधिकत्वं नास्ति, भेदस्य निखिलावधिकत्वं नास्ति, संयोगस्य निखिलावधिकत्वं नास्ति, विभागस्य निखिलावधिकत्वं नास्ति. वस्तुतः विश्वे निखिलावधिकत्वं कस्यापि नास्ति. निखिलावधिकत्वं न भवति एव. कस्यचिदपि पदार्थस्य निखिलावधिकत्वं न भवितुम् अर्हति. किन्तु कुत्रचित् पूर्वपक्षिणः सिद्धान्तिनः वा विचारस्य प्रतिपादनार्थं निखिलावधिकत्वम् आरोपणीयं भवति. तस्य च निखिलावधिकत्वस्य सम्प्रति भेदः एव पृथक्त्वम् इति आक्षेपस्य निरासावसरे आपादनम् उपयुज्यते. तर्हि कस्य निखिलावधिकत्वम् इति प्रश्ने कृते तत्र वस्तुतः पृथक्त्वस्य, भेदस्य, संयोगस्य, विभागस्य कुत्रापि निखिलावधिकत्वं नास्ति इति दृष्टं. कस्यापि निखिलावधिकत्वं नास्ति, कुत्रापि नास्ति एव. परन्तु यत्र कुत्रापि तत्र पूर्वपक्षी अनन्तरं सिद्धान्ती इति तत्र पक्षद्वयं यत्र अस्ति, तर्हि तत्र स्वस्य विचारस्य प्रतिपादनार्थं तत्र निखिलावधिकत्वम् अस्ति इति तत्र स्वीकरणीयमस्ति. तर्हि तदेव निखिलावधिकत्वं स्वीकृत्य अत्र भेदः एव पृथक्त्वम् इति ये नवीननैयायिकाः वदन्ति तस्य निराकरणं कुर्वन्ति पुरातन नैयायिकाः इति अवगमनं. हा हा, वस्तुतः समीचीनं भगिनी. यथा भगिन्या उक्तं निखिलावधिकत्वं कुत्रापि नास्ति, किन्तु उभावपि पूर्वपक्षिणः अपि च सिद्धान्तिनः कश्चन किञ्चन कञ्चन वस्तुना विचारस्य प्रतिपादनार्थम् आरोपयन्ति कुत्रचित् इति, अत्रापि कुत्रचित् आरोपयन्ति अस्मिन् अवसरे भेदः एव पृथक्त्वम् इति आक्षेपस्य निवारणावसरे आपादनं कुर्वन्ति, उपयुज्यते. आपादनम् इत्युक्ते क्लेम्, कुत्रचित् आरोपणं भवति निखिलावधिकत्वस्य. अस्तु, अग्रे सरला भगिनी पठति वा? आं भगिनि. तस्मात् पूर्वं किन्तु प्रश्नः उदेति यत् परमाणोः का गतिः, पृथक्त्वं तत्रैव न भवति किल, यत्र अवयविनोः सम्बन्ध, परमाणु सा अवयवः नास्ति, तर्हि यः परमाणु एकाकी अस्ति, यः परमाणु स्वयं कस्यचित् अपि अन्यस्य भागः नास्ति, तादृशपरमाणौ विद्यमानस्य पृथक्त्वस्य निखिला अवधिकत्वं स्यात्. तस्मात् पूर्वं किन्तु प्रश्नः उदेति यत् परमाणुः का गति. वयम् इदानीं संयोग विभाग पृथक्त्व भेदस्य स्थले पठितवन्तः. इदानीं परमाणु गति का अस्ति इत्यस्य विचारं कुर्मः. पृथक्त्वं तत्रैव न भवति किल, यत्र अवयव अयविनोः सम्बन्ध. वयं जानीमः यत्र अवयव आश्रयस अवयव अयविनोः सम्बन्धः अस्ति, तत्र पृथक्त्वं नास्ति. कारणं कि पृथक् देशे न वर्तते, तत् कारणं पृथक्त्वं तत्र न पृथक्. हा, आकाशदेशः भिन्नः नास्ति इति पूर्वं पठितं, पुनस्मरणार्थं धन्यवादः. परमाणु सावयव नास्ति. परमाणु यदि चरमं परमाणु आश्रयस्य चरमं भागम् अस्ति, तस्य अवयवः नास्ति. समीचीनम्. इदानीं परमाणुः कस्य भागः इति प्रश्नः न, स्वयं परमाणुः तस्य विभागाः भवितुमर्हन्ति वा इति. भगिनी, सावयवः अर्थं किम्? यस्य अवयवः भवति सः सावयवः. तदर्थं पृष्टवती इदानीं परमाणुः कस्य अवयवः इति प्रश्नः नास्ति, किन्तु परमाणोः स्वस्य अवयवाः अस्ति वा सन्ति वा इति प्रश्नः. तर्हि उत्तरं किं तत्र? तर्हि यः परमाणु एकाकी अस्ति, त्यजतु एकाकी, तत्तु भिन्नः विषयः. परमाणुः सावयवः नास्ति इति अर्थः कः? तस्य अर्थः परमाणु तस्य अवयवः नास्ति, परमाणु एकमेक अस्ति, एकमेव अस्ति. समीचीनम् इति प्रथमः विषयः. अग्रे यदुक्तं तत्तु नूतनः बिन्दुः. सावयवः नास्ति इत्युक्ते परमाणोः स्वस्य अवयवाः न भवन्ति, न भवति. अस्तु, अग्रे. तर्हि यः परमाणुः एकाकी अस्ति, यः परमाणु स्वयं कस्यचित् अपि अन्यस्य भागः नास्ति, तादृशपरमाणु विद्यमानस्य पृथक्त्वस्य निखिलावधिकं स्यात्. अत्र प्रश्नः उदेति यदि परमाणु तस्य अवयवः नास्ति, स्वयं एकाकी अस्ति, अन्य कुत्र अन्यस्य अपि भागं नास्ति, त परमाणुः विद्यमान पृथक्त्वं निखिलावधिकम् अस्ति वा न? एतत् प्रश्नः अत्र प्रश्नः एव नास्ति. प्रथमः बिन्दुः अस्ति परमाणुः सावयवः नास्ति इति बुद्धं खलु. द्वितीयः बिन्दुः अस्ति परमाणुः अवयवः अस्ति. यदि अयं परमाणुः घटे युक्तं भवति, युक्तः भवति, तत्र योजितः भवति, तर्हि परमाणुः घटस्य अवयवः खलु. परमाणोः अवयवाः सन्ति वा न सन्ति इति एकः विषयः. अयं परमाणुः अपरस्य अवयवः अस्ति न वा इति अपरः विषयः. अस्तु, परमाणुः सावयवः नास्ति इत्युक्ते तस्य अवयवाः न सन्ति. पुनः परमाणुः अपरस्य वस्तुनः अवयवः भवितुम् अर्हति. किन्तु जगति, हा सम्यक् सम्यक्, तर्हि जगति तादृशः परमाणुः भवेत् यः एकाकी अस्ति, नाम सः एकाकी तिष्ठति, अपरस्य द्रव्यस्य अवयवः नास्ति. अस्तु, तादृशः परमाणुः यदि जगति लभेत तदा किं भवति? तादृशपरमाणु विद्यमानस्य पृथक्तस्य निखिलावधिकं स्यात्? न यदि एकः परमाणुः एकाकी अस्ति, अपरस्मिन् द्रव्ये न भवति, तदा तादृशपरमाणोः पृथक्त्वस्य निखिलावधिकत्वम् अवश्यं भवति. किमर्थं न भवति? अयं परमाणुः सावयवः नास्ति, अयं परमाणुः अपरस्य भागः अपि नास्ति इति कृत्वा तत्र अवयव अवयवी भावः एव न उदेति खलु. एषः परमाणुः एकाकी तिष्ठति, तदा अयं परमाणुः सर्वेभ्यः वस्तुभ्यः पृथक् एव भवति खलु. तदा तस्य परमाणोः पृथक्त्वस्य निखिलावधिकत्वम् अस्ति वा? एवं करोतु, तर्हि यः परमाणु एकाकी अस्ति इति पठित्वा मध्ये यदस्ति डेशस् मध्ये तत् त्यक्त्वा अग्रिमभागं पठतु, तदा स्पष्टं भवति. यः परमाणुः स्वयं कस्यचित् अन्यस्य भागः नास्ति, तादृशपरमाणुः विद्यमानस्य पृथक्त्वस्य निखिलावधिकत्वं स्यात्. न अस्तु, अन्य कोऽपि सहायं ददाति वा? अन्यरीत्या कोऽपि वक्तुम् इच्छति वा? प्रायः मम विवरणं भगिनि, उच्यतां महोदय, सभ्यता. अस्तु, तर्हि प्रथमः प्रथमभागः अत्र अस्ति, परमाणुः सावयवः नास्ति इत्युक्ते परमाणु बृहत् नास्ति इत्युक्ते परमाणुद्वयं त्रयं त्रयाणुकं द्वायणुकम् अनन्तरं परमाणु इत्युक्ते तस्य न्यूनम् अत्यन्तन्यूनम् इदानीं न कर्तुं शक्नुमः, तर्हि अवयवाः न सन्ति इति प्रथमबिन्दुः अस्ति अत्र. द्वितीयबिन्दुः अस्ति, तर्हि यः परमाणु एकाकी अस्ति, यः परमाणु स्वयं कस्याचिदपि अन्यस्य भागः नास्ति, यत् वक्तुं शक्नुमः अथवा न शक्नुमः इति अत्र प्रश्नः अस्ति. इत्युक्ते परमाणु एकाकी तिष्ठति वा? इत्युक्ते पुस्तकमस्ति, तस्य परमाणुः अस्ति, इत्युक्ते यः परमाणु पुस्तके एकः परमाणु अस्ति सः परमाणु पुस्तके भवितुम् अर्हति, अन्य एकः परमाणु अस्ति तत् वृक्षे भवितुम् अर्हति, अन्य कुत्रापि भवितुम् अर्हति। इत्युक्ते परमाणु एकाकी तिष्ठितुं न शक्नोति, इत्युक्ते परमाणु महोदय एकाकी स्थातुं न शक्नोति इति भिन्ना वार्ता। इदानीं चिन्तयतु यः कोऽपि परमाणु एकाकी अस्ति इति चिन्तयतु। हा यदि यदि एकाकी अस्ति तर्हि तत्र निखिलावधिकत्वं स्यात् इति भवितुम् अर्हति यदि अस्ति चेत्। इति बुद्धं वा सरला भगिनी? आमां अहं चिन्तनं करोमि। अस्तु एवं चिन्तयतु घटः कपाल लक्ष्मी भगिनी वदतु। परमाणोः यः परमाणुः एकाकी अस्ति तस्य परमाणोः पृथक्त्वे तस्य परमाणोः पृथक्त्वे जगति सर्वत्र वस्तुनोः अवधिकत्वं सन्ति अतः तस्य अवधेय अवधिसमुदाये सर्वे सर्वाणि पदार्थस्य सर्वाः पदार्थानाम् अवधि अतः निकाले निखिलादि अवधिकत्वं स्यात् भवितुम् अर्हति। अस्तु भगिनि धन्यवादाः। तर्हि सव्यसाची महोदयस्य लक्ष्मी भगिन्याः अस्तु तर्हि यः कोऽपि परमाणुः एकाकी अस्ति इति चिन्तयतु तस्य निखिलावधिकत्वं नास्ति यतोहि सः सर्वेषां सर्वेभ्यः वस्तुभ्यः पृथक् अस्ति जगति। अस्तु अग्रिम इतः अग्रे तादृशः परमाणुः जगति भवितुम् अर्हति वा इति प्रश्नः, एकाकी परमाणुः कुत्रचित् अस्ति वा इति प्रश्नः इति अग्रे उच्यते। वर्धिनी भगिनी अग्रे पठति वा? आं भगिनि, पूर्वं विद्याधर्यम् अवलोकितं यत् एकः पाषाणः द्विधा खण्डितः तयोः शकलयोः क एवं ख इति संज्ञा कृता, ततः क शकलस्य द्वे शकले साधिते तयोः क्रमेण ग एवं घ इति संज्ञे कृते तयोरपि ग शकलं गृहीत्वा तस्य द्वे शकले तयोरपि शकलं एकम् आदाय द्वे शकले इति एवंविध शकलपरम्परा कुत्रचित् स्थगनीया। कः अर्थः? एकं तादृशं शकलं स्वीकर्तव्यं यस्य पुनः शकलं न भवति, तच्चरमं शकलमेव परमाणुः इति उच्यते। अत्र इदं तु विद्याधरी वाक्यं खलु, पूर्वमपि पठितं परमाणुः इत्युक्ते कः इति अस्य पुनस्मरणार्थं, यस्य पुनः शकलमेव न भवितुमर्हति तादृशः पदार्थः परमाणुः। शकलम् इत्युक्ते भागः, खण्डनं, पुनः पुनः यस्य कर्तुमेव न शक्यते सः कृत्वा अन्तिमभागः अन्तिमपदार्थः परमाणुः। हा अन्तिमभागः एव परमाणुः। अस्तु भगिनि तर्हि अग्रे पठतु। अनेन परमाणोः अस्तित्वं कथं सिद्ध्यति इति चेत् अवयव अवयविनोः परम्परायामेव तादृशपरमाणुः अस्माभिः वक्तुं न शक्यते यस्मिन् न कोऽपि अवयवी उत्पन्नः। किमर्थम् इत्युक्तौ द्वेणुकं अवयवम् इत्यादि अनुमानम् अस्ति। न्यायशास्त्रे परमाणुविषये तद्घटितः अवयवी भवति एव। यस्मिन् देशे परमाणुः अस्ति तद्देशे परमाणुद्वयजनितं द्व्यणुकमपि अस्ति। अत्र परमाणोः अस्तित्वं कथं सिद्ध्यति इति अवयव अवयविनोः परम्परायां परमाणुः इत्यस्य ऊहा कथम् अभवत् इति पूर्वस्मिन् परिच्छेदे भगिनी पठितवती खलु क इति एव एकखण्डः ख इति पुनः तयोः पुनः खण्डनं क्रियते चेत् तत्र तयोः अवयवाः लभ्यन्ते ततः कृत्वा कृत्वा एव परमाणु स्तरं स्तराः प्राप्तः किल परम्परायाम् एव हा परमाणुः इति केनापि न दृष्टं नेत्राभ्यां न दृष्टं किन्तु सत्यम् अनुमानमेव एवं खण्डनं कुर्मश्चेत् कृत्वा कृत्वा अन्ते परमाणुं प्राप्नुमः इति अनुमानं कृत्वा अस्तु अग्रे न्यायशास्त्रे परमाणुविषये तद्घटितः अवयवी भवति एव यस्मिन् देशे परमाणु तादृश एकनिमिषः तादृशपरमाणुः अस्मिन् अस्माभिः न वक्तुं शक्यते द्वितीयं वाक्यं भगिनि इति पठति खलु किमर्थं तत्र वा तादृशपरमाणुः अस्माभिः वक्तुं न शक्यते यस्मिन् न कोऽपि अवयवी उत्पन्नः अवयविः नास्ति तर्हि भगिनी एतस्य वाक्यस्य एवम् अर्थः वा यत् पूर्वमुक्तं यः कोऽपि परमाणुः एकाकी अस्ति तस्य निखिलाधिकत्वं स्यात् परन्तु तादृशपरमाणुः नास्ति इति अस्य वाक्यस्य अर्थः वा सत्यं तस्मिन् मार्गे एव वयं स्मः अस्तु इदं साधयितुं यत् एकाकी परमाणु अस्ति चेत् सः परमाणु कस्यचिदपि अवयवः नास्ति कस्यचिदपि अवयवः न भवति चेत् तदा तस्य परमाणोः पृथक्त्वस्य निखिलावधिकत्वं किन्तु न्यायशास्त्रे परमाणुः इति सिद्धान्तः खलु न केनापि दृष्टं सः सिद्धान्तः कथं साधितम् इत्युक्ते साधितः इत्युक्ते एवम् अनुमानं कृत्वा तर्हि न्यायशास्त्रे तादृशपरमाणुः नास्ति यस्य कोऽपि अवयवः अवयवी नास्ति इति अग्रे पश्येम किन्तु अवयवी इत्युक्ते घटः अवयवः इति कपालः खलु द्वयणुकम् इति अवयवी परमाणुः इति तस्य अवयवः तर्हि न्यायशास्त्रे यः कोऽपि परमाणुः इति सिद्धान्तः निष्पद्यते तत्र तस्य अवयवी भवति एव एकः अवयवी उत्पन्नः भवति तदा एव अवयवः इति न्यायशास्त्रस्य सिद्धान्तः तर्हि अत्र परमाणुः सावयवः नास्ति इति यद्वाक्यमस्ति पूर्वं तस्य चर्चा नास्ति परमाणुः सावयवः नास्ति एव परन्तु परमाणु एकाकी नास्ति इति तस्य तस्य एकाकी अस्ति वा इत्यस्य निराकरणम् अस्ति अत्र सत्यं सत्यम् इति एव अस्तु अग्रे भगिनि न्यायशास्त्रे परमाणुविषये तद् घटितः अवयवी भवति एव यस्मिन् देशे परमाणुः अस्ति तद्देशे परमाणुद्वयजनितं द्वयणुकमपि अस्ति इति बुद्धं स्यात् द्वयणुकं सावयवं नाम द्वयणुकस्य अवयवाः भवन्ति द्वयणुकस्य अवयवाः के परमाणुः हा परमाणुद्वयं वस्तुतः मिलित्वा द्वयणुकं द्वयणुकस्य परमाणुद्वयम् इति अवयवः तर्हि द्वयणुकं सावयवम् अतः न्यायशास्त्रे यदि द्वयणुकम् इति वदामः तर्हि तस्य अवयवः परमाणुः इति सिद्ध्यति इत्युक्ते यत्र द्वयणुकम् इति अस्ति तत्र परमाणुः अस्ति चेत् तद्देशे तेन परमाणुना जनितं द्वयणुकम् अपि द्वयणुकम् अवयवी अपि अस्ति इति. स्पष्टं वा? स्पष्टमस्ति. सरला भगिनी, इदं स्पष्टं भगिनी? पुनः वदतु. अस्तु, परमाणुः इति न्यायशास्त्रे सिद्धान्तः एव, कान्सेप्ट् इति. तद् कान्सेप्ट् अथवा सिद्धान्तः कथं प्राप्तम्? अत्र विद्याधरी वाक्यं दत्तं खलु, एकः पाषाणखण्डः, पाषाणं स्वीकृत्य शकलं कृत्वा कृत्वा कृत्वा अन्ते यः चरमः भागः नाम अन्तिमः भागः यः प्राप्यते, यः प्राप्यते सः एव परमाणुः इति बुद्धम्. न कोऽपि, हा सूक्ष्मतमः, न कोऽपि कृतवान् पाषाणखण्डं स्वीकृत्य खण्डनं खण्डनं इति न कोऽपि कृतवान्, केवलम् अनुमानार्थम्, अनुमानं कृत्वा, अनुमानं कृत्वा कियत् पर्यन्तं खण्डनं कर्तुं शक्नुमः इति अनुमानं कृत्वा अन्ततो गत्वा तादृशः भागः प्राप्यते यस्य कोऽपि अवयवः नास्ति इति सिद्धान्तः वदति. अतः सः एव परमाणुः खलु. तर्हि परमाणोः न्यायशास्त्रे स्वतन्त्र अस्तित्वम् एव नास्ति. परमाणुः न दृश्यते, अपि च तस्य गुणाः प्रत्यक्षं नास्ति, अनुमानमेव. अनुमानस्तरे, सिद्धान्तस्य स्तरे तिष्ठति परमाणुः. तैः उक्तं यत् धूलिः अस्ति खलु, धूलेः कणाः, तत् त्रयणुकम् इति उक्तं. त्रयणुकात् आरभ्य प्रत्यक्षं भवति इति तेषां सिद्धान्तः. तर्हि यद् दृश्यते तद् त्रयणुकं, सूक्ष्मतमः वस्तु यद् दृश्यते तद् तदेव त्रयणुकम्. त्रयणुकं मीन्स् षट् परमाणु, षट् परमाणवः, त्रयाणां द्वयणुकानां मेलनं त्रयणुकं, तत् प्रत्यक्षं भवति तदा. तदा प्रत्यक्षं, किन्तु ततः अधः इतोपि सूक्ष्मतमं वस्तु द्वयणुकं, तदपि न दृश्यते. द्वयणुकं यत्र अस्ति तत्र द्वौ परमाणु अवयवः सन्ति, अवयवरूपेण परमाणुद्वयम् अस्ति तत्र. अस्तु, पुनः तर्हि अत्र उक्तं यत् परमाणुः इति वक्तुं परमाणुद्वयजनितं द्वयणुकम् अपेक्षितं. तस्य अर्थः कः? द्वयणुकम् इति अवयवी अस्ति, तस्य अवयवः परमाणु इति अर्थः खलु. तर्हि अवयवी अपि अस्ति, अवयवः अस्ति. परमाणुः निरवयवी नास्ति, एकाकी नास्ति, अवयविनि अन्तर्भूतः भवति इति कृत्वा न्यायशास्त्रे परमाणुः एकाकी अस्ति इत्यस्य उल्लेखः एव नास्ति. परमाणु एकाकी एव नास्ति चेत् तस्य पृथक्त्वस्य निखिलावधिकत्वम् अपि न स्यात्, यतोहि अवयवावयवी परम्परा अस्ति. अवयवः अवयविनः पृथक् इति न भवति खलु, घटः कपालात् पृथक् इति न भवति कदापि तथा इति साधयितुम् एतत् सर्वम् उक्तम्. अस्तु, अग्रे लक्ष्मी भगिनी पठति वा? एकः प्रश्नः अस्ति. पूर्वं पठितं यत् परमाणु घट आरम्भकः परमाणवः, पट आरम्भकः परमाणवः भिन्नः स्यात् घट आरम्भकः परमाणवः, पट आरम्भकः परमाणवः भवितुम् अर्हति इति सर्वं पठितवन्तः. तस्मात् एतत् अनुमानं भवति यत् प्रायः एकक्षणं वा परमाणुः एकाकी भवेत्, एकाकी स्यात्. तदपि भगिनी, परमाणुः इति सिद्धान्तः एव अनुमानजनितः सिद्धान्तः खलु? आम् इति भवती यद् उक्तवती तद् हा इतोपि अपरस्मिन् करपत्रे यदासीत् तदपि सैद्धान्तिकी विषयः एव सिद्धान्तस्य स्तरे एव अस्ति इति चिन्तयामि. अस्तु. घटस्य घटारम्भकपरमाणुः स्यात्, पटस्य पटारम्भकपरमाणुः स्यात्, कः परमाणुः कुत्र गच्छति इति ईश्वरेच्छया इत्यादिकं पठितं खलु अस्माभिः? आमाम् आम्. इति सर्वं सिद्धान्तस्य स्तरे एव इति चिन्तयामि. अस्तु अस्तु. थियोरिटिकल् किन्तु न तु प्राक्टिकल् इति खलु? आम्, अनुमानं कृत्वा तथा तदपि थियोरिटिकल् एव इति अहं चिन्तयामि. अस्तु अस्तु. पूर्वमपि विचारितं यत् अत्यन्तं सूक्ष्मं दृश्यते त्रयाणुकं, तत् सा अवयवम् इति साधकम् अनुमानम् अस्ति. तस्यापि अवयवः द्वयाणुकं सा अवयवम् इति अनुमानेन परमाणुः सिद्ध्यति. यतः यादृशपरमाणु द्वयाणुकं नैव उत्पन्नं तादृशपरमाणुः न सिद्ध्यति एव, तावान् सङ्कोचः अस्ति. यदा आवश्यकं तदेव सिद्ध्यति, अनावश्यकं न सिद्ध्यति. प्रमाणस्य एतादृशी मर्यादा. पूर्वं त्रयाणुकम् इत्युक्ते यत् अत्यन्तं सूक्ष्मम् अस्ति, यत् वयं द्रष्टुं शक्नुमः तदेव त्रयाणुकम् इति अनुमानेन प्रसादितं. त्रयाणुकानाम् अवयवाः सन्ति द्वयाणुकं, तस्मात् द्वयाणुकम् अपि सावयवम् इति अनुमानेन सिद्ध्यति. किन्तु अपि च द्वयाणुकस्य अवयवौ परमाणुः इति तदपि अनुमानेन एव सिद्ध्यति. किन्तु यदि द्वयाणुकमपि न उत्पन्नं भवति तादृशपरमाणुः न सिद्ध्यति एव इति कापि मर्यादा अस्ति इति सङ्कोचः इत्युक्ते अस्मिन् सन्दर्भे किम् अस्ति भगिनि? सङ्कोचः मर्यादा इत्यादिकम् इत्युक्ते लिमिटेशन् इति. ओ अस्तु. अस्मिन् तर्के तादृशं लिमिटेशन् अस्ति इत्युक्ते यदा घटः एव नास्ति तर्हि घटस्य परमाणुः एव नास्ति. यदि ततः अदौ गत्वा कपालः एव नास्ति चेत् कपालिका एव नास्ति, कपालिका एव नास्ति चेत् कपालिकायाः अवयवाः न सन्ति इति कृत्वा द्वयणुकमेव नास्ति चेत् परमाणुः अपि नास्ति इति तेषां मतम्. यावदवश्यकं तदेव सिद्ध्यति, अनावश्यकं न सिद्ध्यति. इत्युक्ते यदि कस्यचित् वस्तुनः परमाणुः अस्ति इति वक्तव्यं चेत् प्रथमं वस्तु इति स्यात्, तदा एव खण्डनं कृत्वा तस्य परमाणुः अस्ति इति सिद्ध्यति अनुमानेन. परमाणु मिलित्वा संयोगपरमाणुसंयोगं मिलित्वा वस्तु निर्माणं भवति न? किन्तु परमाणुतः उपरि उपरि गत्वा वस्तु निर्मीयते इति न वदन्ति ते. वस्तुं स्वीकृत्य वस्तुनः खण्डनं कृत्वा अन्ततो गत्वा परमाणुः प्राप्यते इति सिद्धान्तः येषाम्. ओ अस्तु. यदि परमाणु स्वीकृत्य उपरि उपरि गच्छामः चेत् एकाकी परमाणु स्यात् इति आगच्छति. केचन शनेषु एकाकी परमाणु स्यात् इति आगच्छति एव. अस्ति, किन्तु वस्तुं दृष्ट्वा वस्तुनः अवयवाः भवन्ति, पुनः तस्य तेषाम् अवयवानामपि अवयवाः भवन्ति इति एव अनुमानस्य विधिः. अनुमान तथा गच्छति इति कृत्वा परमाणुः एकाकी एव नास्ति इति साधितं तैः. अग्रे गच्छेम वा भगिनी? एकनिमिषम्. अतः यादृश परमाणौ द्वयणुकं नैव उत्पन्नं तादृशपरमाणुः न सिद्ध्यति एव. इत्युक्ते इत्युक्ते इदानीं घटः इति अस्ति, घटः घटस्य कपालः, घटस्य कपालस्य कपालिका इति पुनः अधो गत्वा घटस्य द्वयणुकं, पुनः घटस्य द्वयणुकस्य परमाणुः इति. परन्तु न किमर्थं द्वयणुकं नैव उत्पन्नम् इति, प्रत्येकं वस्तुनि द्वयणुकं भवति एव खलु? सत्यं सत्यं, द्वयणुकमपि. तर्हि तत्र किम् इत्युक्ते, प्रथमं द्वयणुकं स्यात् तदा एव परमाणुः इति एतेषां क्रमः, नैयायिकानां क्रमः तथा. वस्तुः वस्तु तस्य अवयवः इति कृत्वा द्वयणुकं, पुनः तस्य द्वयणुकस्य परमाणुः भवति इति तेषां क्रमः. अस्तु, तर्हि यद्यपि यदा कदापि परमाणुः इति प्राप्यते तदा तदा द्वयणुकं भवेदेव खलु, तेषां क्रमम् अनुसृत्य. अनेन किं सिद्ध्यति? यदि परमाणोः द्वयणुकमेव नास्ति तर्हि परमाणुः अपि नास्ति इति. तथा द्वयणुकम् अस्ति चेदेव तस्य अवयवरूपेण परमाणुः इति. परन्तु तस्मिन् विषये शङ्का किमर्थम् इति, द्वयणुकमेव नास्ति इत्यस्य अस्य प्रश्नः कथम् उदेति? अहं चिन्तयामि नैयायिकानां प्रपञ्चे प्रथमं द्वयणुकं भवेत् तदा एव परमाणुः, तथा तेषां तर्कः. अस्तु, तर्हि परमाणु अस्ति चेत् द्वयणुकं स्यात् एव, विपरीतदिशि तेषां तर्कः नास्ति. तर्हि तेषां प्रपञ्चे यदा कदापि परमाणुः प्राप्यते तदा तदा तस्य अवयवीरूपेण एकं द्वयणुकं भवेदेव. पुनः परमाणोः स्वतन्त्रतया अस्तित्वं नास्ति, द्वयणुकस्य अवयवरूपेण एव परमाणोः अस्तित्वम् इति साधयितु. पुनः वदतु भगिनि अन्तिमवाक्यं. परमाणोः स्वतन्त्रतया अस्तित्वं नास्ति, द्वयणुकस्य अवयवरूपेण एव परमाणुः विद्यते इति. अस्तु, तर्हि सद्यसाक्षी महोदय. आहत्य परमाणुः एकाकी न भवति, यतोहि तादृशपरमाणोः कृते प्रमाणं नास्ति. परमाणुः साक्षात् न सिद्ध्यति. परमाणुसाधकं किम् अस्ति इति चेत् द्वयणकं सावयवम्. अतः द्वयणुक अवयवत्वेन एव अयं परमाणुः प्रमाणितः. तस्मात् यस्मिन् परमाणौ द्वयणुकं नास्ति तादृशपरमाणुः नैव सिद्धः. तदर्थं यः कोऽपि परमाणुः भवति तस्य अवश्यं कश्चन अवयवी अस्ति, तत्र च तद् अवधिकं पृथक्त्वं नास्ति. अतः परमाणोः विषये अपि पृथक्त्वस्य अनेकावधिकत्वं न तु निखिलावधिकत्वम्. अस्तु, तर्हि यथा वयं चर्चितवन्तः, परमाणु एकाकी न तिष्ठति इत्युक्ते परमाणु एकाकी नास्ति, परमाणु अवयवः अस्ति, अवयवी द्वाणुकं भवति इत्युक्ते परमाणु अस्ति चेत् द्वाणुकम् अपि भवति, परमाणु एकाकी साक्षात् न तिष्ठति, न सिद्ध्यति इति इति वाक्यः अस्ति। तर्हि द्वाणुकत्वम् अस्ति चेत् परमाणुः अस्ति इति प्रमाणितः इति नायिकानां वदनम् अस्ति, वक्तव्यम् अस्ति। तर्हि यस्मिन् परमाणु द्वाणुकं नास्ति तर्हि तादृशपरमाणुः अपि नास्ति इत्युक्ते तथा न सिद्धः न्यायिकानां। तर्हि कोऽपि परमाणु अस्ति चेत् तस्य अवश्यं कश्चन अवयवी इति अस्ति इत्युक्ते घटः अस्ति चेत् कपालः अस्ति, घटः अवयवी कपालः अवयवः, तर्हि तादृश अत्रापि इति अस्ति द्वाणुकम् अवयवी एवं परमाणुः अवयवः। तर्हि तत्र च तत् अवधिकत्वं पृथक्त्वम् अपि नास्ति, यथा वयं दृष्टवन्तः घटे इत्युक्ते पृथक्त्वं अस्ति चेत् पृथक्त्वं घटं विहाय एवं घटस्य अवयवान् विहाय सर्वत्र भवति, तादृश अपि नियमः अत्र भवति इत्युक्ते द्वाणुकम् इत्युक्ते तत्र पृथक्त्वम् अस्ति चेत् द्वाणुकम् एवं तस्य अवयवः परमाणुभिः विहाय पृथक्त्वं सर्वत्र अस्ति। तर्हि तत्र अनेकावधिकत्वं तु भवति परन्तु निखिलावधिकत्वं नास्ति। समीचीनं इति स्पष्टं स्यात् विषयः। भगिनी अत्र परमाणोः विषये पृथक्त्वस्य अनेकावधिकत्वं न तु निखिलावधिकत्वम् इत्युक्ते तत्र परमाणोः विषये अपि पृथक्त्वम् इव अनेकावधिकत्वम् इति वा अर्थः? परमाणोः विषये पृथक् प्रश्नः कः भगिनि? पृथक्त्वम् इव वा? पृथक्त्वस्य यथा अनेकावधिकत्वम् अस्ति न निखिलावधिकत्वं, तथैव परमाणोः विषये अपि अस्ति इति वाक्यस्य अर्थः किल? आमाम् आम् तथैव अस्ति। अस्तु भगिनि, यथा घटस्य पृथक्त्वस्य अनेकावधिकत्वं न तु निखिलावधिकत्वं, यतोहि घटः कपालात् पृथक् नास्ति, तथैव परमाणुः द्व्यणुकात् न पृथक् भवति इति कृत्वा तस्यापि परमाणोः पृथक्त्वस्यापि अनेकावधिकत्वं न तु निखिल। किन्तु अस्य आरम्भे सिद्धान्तिनः अपि च पूर्वपक्षिणः कुत्रचित् आरोपयन्ति इति उक्तं, तदेतावत्पर्यन्तं न आगतं, गते वर्गे अपि न आगतं, तर्हि कुत्र इति अग्रे गत्वा द्रष्टव्यं भवति। पश्येम भगिनी, तर्हि परमात्मा जीवात्मा तस्य का गति भवति? एकावधिकं निखिलावधिकं? तस्य विषये अवधिः कः इति अस्माभिः न ज्ञातं, ज्ञातः खलु? तत्र पृथक् वा भेदः अस्ति इत्येव चिन्तयतु। इदानीम् आत्मा इति कुत्र, कस्यां श्रेण्यां, द्रव्यस्य श्रेण्यां खलु आत्मा, खलु पृथ्वी जलं तेजः वायुः इति आत्मा। तर्हि द्रव्यम् इत्यनेन तस्मिन् अपि संयोगः स्यात् इति चिन्तयामि, तदा वक्तव्यं भवति आत्मा कस्मात्, आत्मनः केन सह संयोगः इति, तदा निर्मीयते इति चिन्तयामि अवधिः कः इति। यथा घटपटयोः संयोगः इत्यस्मिन् घटसंयोगस्य अवधिः पटे, पटसंयोगस्य अवधिः घटे इति वक्तव्यं भवति खलु. तर्हि आत्मा कस्मात् पृथक्, जीवात्मा परमात्मा इति तद् स्पष्टतया प्रतीतौ भासते चेत् तदा अवधिः कः इति भासते. तर्हि किं भवत्याः प्रश्नः का आसीत्? अहं चिन्तयति एकावधिकम् अस्ति न, अस्तु इदमपि मनसि भवेत्, अवधिः कस्य कस्य भवति? संयोगस्य, वियोगस्य, पृथक्त्वस्य, भेदस्य खलु. घटस्य अवधिः इति नास्ति. तर्हि आत्मनः अवधिः इति कोऽपि सिद्धान्तः एव नास्ति. आत्मनि विद्यमानस्य पृथक्त्वस्य वा संयोगस्य वा वियोगस्य वा अवधिः कः इति निर्णेतुं शक्नुमः यदि तादृशी प्रतीति उदेति. तद् उदेति अवधिः इति द्रव्यसम्बद्धं नास्ति. द्रव्यस्य अवधिः इति नास्ति. द्रव्ये विद्यमानस्य पृथक्त्वस्य संयोगस्य वियोगस्य अवधिः. अस्तु अस्तु. तर्हि अग्रे जयन्ती भगिनी पठति वा? आं भगिनि. हा, भेदः एव पृथक्त्वस्य अवच्छेदकः कः? हा, पृथक्त्वस्य अवच्छेदकः कः? भेदस्य च अवच्छेदकः कः? तत्र खलु भगिनी, पूर्वम् उक्तं यत् पृथक्त्वस्य गुणत्वात् पृथक्त्वम् अवच्छिद्यते, भिद्यते, विशिष्यते तदाश्रयभूतद्रव्येण. पृथक्त्वगुणः घटे इति चेत् पृथक्त्वं भिद्यते, विशिष्यते तदाश्रयेण घटेन. अतः घटविशिष्टपृथक्त्वं, तच्च घटविशिष्टपृथक्त्वं पटे विद्यमानपृथक्त्वात् भिन्नम्, मठे विद्यमानपृथक्त्वात् च भिन्नम्, अपि च घटे विद्यमानपृथक्त्वम् एकमेव यतोहि घटविशिष्टम्. घटे अनेकपृथक्त्वानि न सन्ति, घटविशिष्टं पृथक्त्वम् एकमेव. पुनः एव अत्र पृथक्त्वस्य विवरणानि. अत्र घटविशिष्टपृथक्त्वम् एकमेव इति यद्यपि पृथक्त्वस्य बहवः अवधयः सन्ति, पृथक्त्वं तु अवधिभेदेन न भिद्यते. पृथक्त्वम् इति गुणः एकमेव यस्य बहवः अवधयः सन्ति. तर्हि केन भिद्यते पृथक्त्वं? तु आश्रयभेदेन एव भिद्यते. यस्मिन् अस्ति पृथक्त्वं, पृथक्त्वाश्रयद्रव्येण एव भिद्यते, तदाश्रयभूतद्रव्येण एव भिद्यते. घटविशिष्टपृथक्त्वं भिन्नं, मठविशिष्टपृथक्त्वं भिन्नं, सर्वेस्मिन् भिन्न पृथक्त्वम् अस्ति. घटे यत् पृथक्त्वम् अस्ति तद् मठे विद्यमानात् पृथक्त्वात् भिन्नमेव. तत्र तु समुदायभेदेन भिद्यते, परन्तु यस्मिन् पृथक्त्वम् अस्ति तत् पृथक्त्वं तु आश्रयेण एव भिद्यते. आश्रयेण भिद्यते, समुदायेन भिद्यते इति सम्पूर्णा वार्ता. आम् आम्, घटः तस्मिन् पृथक्त्वम् अस्ति. तर्हि घटपृथक्त्वस्य अवधिः घटं विहाय, कपालं विहाय, कपालिकां विहाय जगति सर्वत्र. तर्हि आश्रयस्य आधारेण एव अवधिसमुदायः अपि निर्णीयते. पृथक् पटावधि, पटस्य पृथक्त्वस्य अवधिसमुदायः कः? पटं विहाय, तन्तुं विहाय, तन्तूनाम् अवयवान् विहाय जगति अन्यत् सर्वम्. अस्तु, अतः पृथक्त्वं भिद्यते तदाश्रयभूतद्रव्येण, पृथक्त्वम् इति गुणः, किन्तु भेदः तथा नास्ति. सन्ध्या भगिनी अग्रे पठति वा? किन्तु भेदः न तथा, भेदः तदाश्रयभूतद्रव्येण न अवच्छिद्यते, अपि तु अवधिभेदेन अवच्छिद्यते इति अन्योन्याभावस्य स्वरूपम्। घटभेदः पुस्तके, पटे, भूतले इति आश्रयभेदेन न भिद्यते, एकः एव घटभेदः सर्वत्र। भेदः विशिष्यते प्रतियोगिना, अतः पटे घटभेदः, पुस्तकभेदः, सङ्गणकभेदः इत्येते त्रयः यद्यपि सर्वे पटे, किन्तु त्रयः भिन्नः भेदः अवधिभेदात्। तर्हि पृथक्त्वं यथा तदाश्रयभूतद्रव्येण भिद्यते इत्युक्ते एकस्मिन् द्रव्ये इत्युक्ते घटे पृथक्त्वं यदस्ति तद् एकमेव अस्ति, परन्तु भेदस्य विषये तथा नास्ति। तत्र भेदः तथा नास्ति, भेदः आश्रयभूतद्रव्येण तस्य अवच्छेदनं न भवति, अपि तु अवधि भेदेन एव, इत्युक्ते भेदस्य अवधिः कः इत्येव दृष्ट्वा तस्य अवच्छेदकता अस्ति। तर्हि घटभेदः यः अस्ति पुस्तके, पटे, भूतले, तत् सर्वत्र तत्र आश्रयभेदेन न भिद्यते, इत्युक्ते यतोहि भेदः तत्र घटे अस्ति, तर्हि अवधिभेदेन एव भिद्यते, इत्युक्ते तत्र घटः एव अवधिः, घटः एव प्रतियोगी, तेन एव तत्र भेदस्य अवच्छेदनमस्ति। अतः पटे यः भेदः अस्ति, घटभेदः वा पटभेदः वा पुस्तकभेदः, सङ्गणकभेदः, सर्वे अपि भेदाः तत्र पट्टे सन्ति, परन्तु त्रयः अपि भेदाः भिन्नभिन्नभेदाः, यतोहि तत्र भेदस्य अवधिः भिन्नः। अतः तत्र एकस्मिन् द्रव्ये भेदः अस्ति चेत् एकः एव भेदः नास्ति, भिन्नभिन्नभेदाः भवितुम् अर्हन्ति, भिन्न अवधिकभेदाः। समीचीनम् इति वार्ता। पृथक्त्वम् इति एक्स्क्लूसिव् अस्ति खलु, एकस्मिन् एकमेव पृथक्त्वं, तदर्थम् आश्रयभूतद्रव्येण अवच्छेदनं कर्तुं शक्यते, भेदः तथा नास्ति, एकस्मिन् द्रव्ये बहवः भेदाः भवन्ति, अतः अवधिभेदेन भेदः भिद्यते। अस्तु, सरला भगिनी अग्रे। अधुना मनसि इदमपि ध्येयं यत् भेदस्थले प्रतियोगितायाः अवच्छेदकं किम् इति कथं वक्तव्यं, भेदस्य अवच्छेदकः कः चेत् कथं वक्तव्यं, घटभेदः तस्य प्रतियोगिता घटे विद्यमानतादात्म्यसम्बन्धेन अवच्छिन्ना, तादात्म्य अवच्छिन्ना प्रतियोगिता, घटभेदः घटावधिकः नाम घटा अवच्छिन्न, आहत्य घटत्वा अवच्छिन्ना तादात्म्य अवच्छिन्न प्रतियोगिताक अभाव यः घटभेद तद्वान् पटः। पुनः भेदस्थले अवच्छेदकं किम् अस्ति, अवधि भेदस्य अवधि प्रतियोगिन प्रतियोगी अस्ति, सो प्रतियोगिताः प्रतियोगिता अवच्छेदकं भवति, तस्य विवरणम् अस्ति, प्रतियोगिता घटे विद्यमानप्रतियोगिता अस्ति तादात्म्यसम्बन्धेन अवच्छिन्ना, तस्य घटत्वम् अवच्छिन्ना प्रतियोगिताः, सा घटावधिक भेदः भवति। एकनिमिषः एकनिमिषः, अभावः कीदृशः, प्रतियोगिता कः, कः इति प्रत्ययः विशेषणं निर्मातुं, प्रतियोगिता कः अभावः, अस्तु पुनः प्रतियोगिता की, कः इति युक्ते षष्टिविभक्ति अस्ति वा, न भगिनि, क इति समासान्तप्रत्ययः कोऽपि, स विषयकः पदार्थः इति ज्ञानं सविषयकः पदार्थः इति. तर्हि कः इति कश्चन प्रत्ययः कापि प्रातिपदिकं प्रतियोगिताक पुल्लिङ्गे प्रतियोगिताकः अभावः इति. अस्तु, प्रतियोगिताकः इति उक्तं, पुनः प्रतियोगिता कीदृशी इत्युक्ते घटत्वावच्छिन्न तादात्म्यसम्बन्धावच्छिन्न तादृशप्रतियोगिताकः घटाभावः पटे अस्ति इति कृत्वा अभाववान् पटः तद्वान् पटः विशेषणं भवति तस्य अभावस्य विशेषणं घटत्ववचन तादात्म्यवचन प्रतियोगिताकः अभाव पटः आश्रय तद्वान् पटः पटः अभावस्य आश्रयः तर्हि तद्वान् पटः घटपटः सः तद्विशेषः घटात् भिन्नः एतत् प्रतीति तद्विशेषणमपि प्रतियोगिभेदेन भिद्यते खलु. घटत्व इत्यस्य स्थले पटत्वं मतत्वम् इति आगच्छति प्रतियोगी कः इति दृष्ट्वा. अतः भेदः भेदस्य अवधिः इति प्रतियोगी अवधिभेदेन भेदः भिद्यते इति वर्धिनी भगिनी कोऽपि प्रश्नः आसीत् वा? न भगिनि. अस्तु तर्हि अग्रे पठतु. भेदः एव पृथक्त्वम् इति आक्षेपस्य निरासः. एतावता नूतनपरिभाषिकशब्दाः सिद्धान्ताश्च यावद् अपेक्षते विद्याधर्यां प्रदत्त आक्षेपनिरासबोधनार्थं तत्सर्वं साधितम्. अतः अग्रे साक्षात् लिखितं यत्तत् परिशीलयाम. पृथक्त्वं भेदः अवधिः नियतावधिकत्वं निखिलावधिकत्वम् इत्येषाम् अर्थं मनसि निधाय अग्रे विद्याधर्यां लिखितान् विचारान् परिशीलयामश्चेत् सौकर्येण बोधः उत्पद्येत. भेदः एव पृथक्त्वमिति आक्षेपस्य निरासः. भेदः एव पृथक्त्वमिति भेदः एव पृथक्त्वम् इति आक्षेपस्य निरासः इति अस्माकं ध्येयं लक्ष्यम् अस्ति. एतावता नूतनपरिभाषिकशब्दाः सिद्धान्तश्च यावदपेक्षते विद्याधर्यां प्रदत्ताक्षेपनिरासबोधनार्थं तत्सर्वं साधितम्. अतः अग्रे साक्षात् लिखितम् एतत् परिशीलयाम. अत्र किमपि नास्ति. अस्माकं लक्ष्यमस्ति भेदः एव पृथक्त्वम् इति आक्षेपस्य निरासः. तस्य बोधनार्थम् अस्माभिः पृथक्त्वं भेदः अवधिः इत्यादिकं सर्वं पठितं. मुख्यबिन्दुः अग्रे आयाति इति. अस्तु, अग्रिमपरिच्छेदमपि पठतु भगिनि. कपालभूतलयोः पृथगाश्रय आश्रितत्वेन तयोः संयोगसम्भवे अपि घटकपालयोः तथाविधत्वाभावात् न तयोः कर्मजसंयोगोत्पत्तिः न च गुणरूपस्य तस्य रूपादिवत् मूर्तोत्पत्ति द्वितीयक्षणे जायमानस्य नियतावधिकत्वे मानाभावात् भूतल अवधिकत्वस्येव कपालावधिकत्वस्यापि आवश्यकत्वात् तद्दोषतादवस्थ्यामिति वाच्यम्. कपालभूतलयोः इति विद्याधरी वाक्यं. यदि महोदयेन इदं करपत्रं न लिखितमासीत् चेत् तर्हि वयमत्रैव स्थगयामः इति चिन्तयामि. एतस्य बोधनार्थमेव एतत् सर्वं ज्ञातव्यम् आसीत्, यतोहि वाक्ये पश्यन्तु तत्र अस्ति खलु नियतावधिकत्वे मानाभावात् इत्यादिकं, तस्य विवरणं विद्याधर्यां कुत्रापि नास्ति. नियतावधिकत्वम् इति न जानीमश्चेत् ततः अग्रे कथं वा कर्तुं शक्नुमः इति विषयः. इदानीम् एतस्य वाक्यस्य विश्लेषणम् अधुना आरभ्यते. प्रथमवाक्यं तु जानीमः एव खलु, एकवारं पठतु भगिनि. कपालभूतलयोः पृथगाश्रय आश्रितत्वेन तयोः संयोगसम्भवे अपि घटकपालयोः तथाविधत्वा अभावात् न तयोः कर्मज संयोगज संयोग उत्पत्तिः. अस्य वाक्यस्य कोऽपि विवरणं ददाति वा? वदतु भगिनि. कपालभूतलयोः पृथगाश्रय आश्रितत्वेन कपालभूतल तयोः संयोगसम्भवे अपि. अस्तु, तत् तत् अस्य विवरणम् अपेक्षितं. कोऽपि वदति वा जयन्ती भगिनी, प्रयत्नं करोति किम्? आम्, यत् पूर्वं पठितं तदेव अत्र अस्ति. यत्र कृतकाश्रय आश्रितत्वम् अस्ति तत्रैव संयोगः भवति मूर्तद्रव्येण केनापि, तस्यापि संयोगः भवति. इत्युक्ते पृथक् आश्रय आश्रितत्वं भवेत्. परन्तु तद्विध अभावात् तद्विधत्व अभावात् इत्युक्ते यत्र पृथक् आश्रय आश्रितत्वं नास्ति, यत्र तस्य अभावः अस्ति, तत्र तु कर्मजः संयोगः वा संयोगजः संयोगः न भवति इति. अस्तु, इदमपि ज्ञातम् आसीत् अस्माभिः. कर्मजसंयोगः इत्युक्ते किं, संयोगः इत्युक्ते किम् इति सर्वं पूर्वमेव दृष्टम्. अपि च पृथगाश्रय आश्रितयोः एव संयोगः. पृथगाश्रय आश्रितौ इत्युक्ते भिन्नदेशे आकाश, कपालः भिन्न आकाशदेशे, भूतलम् इति भिन्न आकाशदेशे. तयोः मध्ये कपालस्य पृथक्त्वं भिन्नं, भूतलस्य पृथक्त्वं भिन्नं, पृथक् पृथग् आश्रये पृथक्त्वे स्तः. तादृशवस्तुनोः मध्ये एव संयोगः सम्भवति, अपरत्र नास्ति इति प्रथमवाक्यं तु स्पष्टमस्ति. ततः अग्रे किञ्चित् विवरणम् अपेक्षितम्. अग्रे लक्ष्मी भगिनी पठति वा? प्रथमं वाक्यं स्पष्टं स्यात्, ततः अग्रे क्रमेण सोपानेन सर्वं प्रतिपाद्यते. द्वितीयवाक्यस्य आकृतिः कीदृशी इति अवलोकनीयं, न च गुणरूपस्य तस्य रूपादिवत् नियतावधिकत्वे मानाभावात् कपालावधिकत्वस्यापि आवश्यकत्वात् तद्दोषतात् अवस्थ्यम् इति वाच्यम्. अत्र न च इत्यस्य अन्वयः वाच्यम् इति शब्देन सह. इयं च आकृतिः न्यायशास्त्रे सामान्या, यत्र कश्चन दोषः अस्ति स च दोषः न वक्तव्यः इति विवक्षायां न च तदा दोषः तदा अन्ते वाच्यं, न च अमुकः दोषः वाच्यम्. अतः यत्र न च इति दृश्यते वाक्यस्य आरम्भे तत्र कश्चन दोषः आयाति इति चिन्तयतु, तदनन्तरमेव वाच्यम्. इयम् आकृतिः न परिचिता चेत् न शब्दस्य अन्वयः अन्यत्र कुत्रापि स्यात् इति भ्रमः स्वाभाविकः, किन्तु सावधानतया पठति चेत् न च इति अभिजानाति चेत् वाक्यं दीर्घं चेदपि वाक्यान्ते यदा वाच्यं भवति तत्रैव न च इत्यस्य अन्वयः मनसि अभिज्ञानं स्यात्. आहत्य न च इत्यस्मात् वाच्यम् इति यावत् इदं वाक्यं सिद्धान्तिनः. मध्ये गुणरूपस्य इत्यस्मात् आवश्यकत्वात् इति यावत् अयं भागः पूर्वपक्षिणः मतम्. अस्मिन् परिच्छेदे द्वितीयवाक्यस्य स्वरूपस्य विवरणं दत्तं. द्वितीयवाक्यं न च इति न च इति आरम्भम् इति पदौ पदाभ्याम् आरम्भं भवति. अनन्तरम् अन्ते वाच्यमिति शब्दमस्ति. न्यायशास्त्रे यदि कोऽपि दोषः अस्ति चेत् वाक्यं स च दोषः इति तथा न आरम्भं भवति, किन्तु तस्य दोषस्य विवक्षायां न च इति वाक्यं वाक्यस्य आरम्भं भवति. अनन्तरं दोषस्य व्याख्यानं दोषस्य प्रतिपादनम् अनन्तरम् अन्ते वाच्यमिति पदम् आगच्छति. यदि न च अमुकः दोषः वाच्यम्, अतः यत्र न च इति दृश्यते वाक्यस्य आरम्भे तत्र कश्चन दोषः आयाति. अमुकः इत्युक्ते सो अण्ड् सो, सच् अण्ड् सच् इति. अस्तु अस्तु आम् यत्र न्यायशास्त्रे यदा न च इति वाक्यस्य आरम्भं दृश्यते इदानीं अग्रे कोऽपि दोषस्य प्रतिपादनं भवति इति चिन्तयामः. अन्ते वाच्यमिति अपि पदमस्ति चेत् यदि एतस्य परिचयः न अभवत् भवति चेत् भ्रमः आवश्यकं भवति एव इति तत्र उक्तम्. किन्तु सावधानतया पठति चेत् न च इति अभिजानाति चेत् वाक्यं दीर्घं चेदपि वाक्यान्ते यदा वाच्यं भवति तत्रैव न च इत्यस्य अन्वयः मनसि अभिज्ञानं स्यात्. यद्यपि वाक्यं दीर्घमस्ति, यदि तत् वाक्यं न च इति पदाभ्याम् आरम्भं करोति अनन्तरम् अन्ते वाच्यम् अस्ति चेत् न च इति न च अपि तस्य अन्वयः वाच्यं पदेन भवति इति मनसि स्थापयामः. अनन्तरम् एतदपि अस्ति न च इति अस्मात् वाच्यम् इति इदं वाक्यं सिद्धान्तिनः सिद्धान्तिनः यत्कोऽपि दोषः प्रतिपादितुम् इच्छन्ति ते न च इति वाक्येन आरम्भं करोति. मध्ये यत् दोषः अस्ति तत् पूर्वपक्षिणः मतम् इति स्वीकरणीयं. समीचीनं, समीचीनं भगिनि. न च वाच्यं, किं न च वाच्यं, मध्ये यः दोषः अस्ति गुणरूपस्य तस्य तद्दोषता वदवत्यं तावत्पर्यन्तं तद् न वाच्यं. कः वदति न च वाच्यम् इति लक्ष्मी भगिनि? सिद्धान्तिनः. सिद्धान्तिनः इत्युक्ते नव्यनायिकाः, ते वदन्ति न च वाच्यं, किं न वाच्यं गुणरूपस्य इत्यादिकं. गुणरूपस्य तस्य रूपादिवत् मूर्तोत्पत्तिद्वितीयक्षणे जायमानस्य नियतावधिकत्वे मान अभावात् भूतल अवधिकत्वस्येव कपाल अवधिकत्वस्यापि आवश्यकत्वात् तद् दोषतावस्त्यम् इति सिद्धान्तिनः इत्युक्ते भेदः एव पृथक्त्वम् इति निराकरणम् इति यदि विषयः अस्ति तर्हि तत्र सिद्धान्तिनः इत्युक्ते पूर्वनैयायिकाः किल. सिद्धान्तिनः इति नव्यनैयायिकाः, नवीनाः. एकनिमेषः इति लिखितमासीत् इति मन्ये. हा आं भगिनि, नवीनाः इति सिद्धान्तिनः, पूर्वपक्षिणः इत्युक्ते प्राचीनाः. इति वा प्रश्नः भगिनि, सन्ध्या भगिनि? आमामां, स एव प्रश्नः, परन्तु अत्र अहं चिन्तितवती तत्र सिद्धान्तिनः इत्युक्ते प्राचीनाः, पूर्वपक्षिणः आक्षेपं कुर्वन्ति इति कृत्वा भेदः पृथक्त्वम् इति सर्वं भेदः एव पृथक्त्वम् इति आक्षेपं कुर्वन्ति इति कृत्वा ते एव पूर्वपक्षिणः, नवीनाः पूर्वपक्षिणः इति चिन्तितवती, परन्तु भवती वदति विपरीतमस्ति तद्। ममापि संशयः आसीत्, किमर्थं चेत् अधुना तु सिद्धान्तिनामेव मतस्य चर्चा अस्ति खलु, पृथक्त्वम् एव भेदः इति तस्य सिद्धान्तिनः इति चिन्तयामि नवीनानाम्। अस्तु, भेदः एव, तर्हि अहमपि तथा चिन्तितवती, किन्तु प्रायः अहं चिन्तयामि ग्रन्थकारः सिद्धान्तिनः कथं समर्थयन्ति तेषां मतम् इति उक्त्वा तदनन्तरं तस्य मतं ददाति इति चिन्तयामि। तर्हि अस्मिन् सन्दर्भे सिद्धान्तिनः इत्युक्ते ये वदन्ति भेदः एव पृथक्त्वम् इति सिद्धान्तं ये वदन्ति इत्युक्ते नवीनाः, अनन्तरं तस्य आक्षेपस्य निराकरणं कुर्वन्ति पूर्वपक्षिणः, अतः पुरातनाः अत्र पूर्वपक्षिणः। अस्तु, सिद्धान्तिनः न च वाच्यम् इति उक्त्वा किं न च वाच्यम् इति वदन्ति, तर्हि किम् इति अस्ति खलु, तस्मिन् स्थाने यदस्ति दोषः इति यद् सिद्धान्तिनः वदन्ति तत्तु पूर्वपक्षिणां मतं, कोट्स् मध्ये, न च अपि च वाच्यम् इत्यनयोः मध्ये यत्किमपि अस्ति तत्तु पूर्वपक्षिणः मतम् इति वाक्यस्य आकारः अथवा आकृतिः, एतावता वाक्यस्य अर्थः कः इति न चर्चितं, केवलं वाक्यस्य आकृतिः अथवा स्वरूपं कीदृशम् इति चर्चा तावदेव। अत्र मान अभावात् इत्युक्ते किं भगिनि? मानाभावात् न जानामि भगिनि, नाट् मेशरबल् इति वक्तुं शक्नुमः। सत्यं सत्यं, माना इत्युक्ते तदेव अहं चिन्तितवती, परिमाणं किमर्थं चेत् क्षण द्वितीयक्षण वा तृतीयक्षणे वा इति तत् क्षणविवरणं सम्यक् न वक्तुं शक्नुमः इति अहं चिन्तयामि। इति किमपि स्यात्, तस्य विवरणम् अग्रे आगच्छति, किन्तु अग्रिम गते सप्ताहे एतावता कृतम्, इतः अग्रे एकं परिच्छेदम् अवशिष्ट परिच्छेदः अवशिष्टः। सव्यसाचि महोदय पठति वा? आं भगिनि, पूर्वपक्षी आपादनद्वयम् आक्षीपति गुणरूपस्य तस्य रूपादिवत् मूर्तपति द्वितीयक्षणे जायमानस्य नियत अवधिकत्वे मानाभावात् इति प्रथमम् आपादनं, भूतलावधिकत्वस्यैव कपालावधिकत्वस्यापि आवश्यकत्वात् इति द्वितीयम् आपादनं, द्वयोः आपादनयोः अनन्तरं सिद्धान्ति उत्तररूपेण वदति तद्दोष तात् अवस्थितिम् इति न च वाच्यं, तद्दोष तावस्थ्यम् इत्यनेन पुनः तद्दोष आयाति इति, तद् अवस्थ्य इत्यनेन पुनः सा एव अवस्था, यस्य अवस्था इदानीमपि पूर्ववत् सः तत् वस्थ्यः, तस्य भावः तत् अवस्थ्यं तत् अवस्थ्यम्। आम् प्रायः किञ्चित् जटिलमस्ति, परन्तु प्रयत्नं करोमि। पूर्वपक्षी आपादनद्वयम् आक्षेपति, पूर्वपक्षी इत्युक्ते पुरातनन्यायायिकानां पूर्वपक्षी आपादनद्वयम् आक्षेपति इत्युक्ते तत्र आपादनद्वयम् अस्ति इत्युक्ते ते ते वदन्ति क्लेम् आपादनम् आं तथा अस्ति. तर्हि प्रथमम् आपादनम् अस्ति गुणरूपस्य तस्य रूपादिवत् मूर्तोत्पत्ति द्वितीयक्षणे जायमानस्य नियतावधिकत्वे मानाभावात् इति प्रथमम् आपादनम्. द्वितीयम् इति अत्र विवरणम् इति आवश्यकं वा भगिनी? विवरणं तु बहु जटिलम् अस्ति महोदय, अग्रिमसप्ताहे आगच्छति. अस्तु अस्तु अस्तु. विवरणं अस्मिन् विभागे विवरणम् इति किमपि न दत्तं, केवलं वाक्यस्य स्वरूपं किम् इति. अस्तु समीचीनम्. अस्तु अस्तु. तर्हि एतत् प्रथमम् आपादनम् अस्ति. द्वितीयम् आपादनम् अस्ति भूतलावधिकस्वेव कपालावधिकत्वस्यापि आवश्यकत्वात् इति द्वितीय आपादनम् अस्ति. तर्हि द्वयोः आपादनयोः अनन्तरं सिद्ध्यन्ति उत्तररूपेण वदति तद्वेष ताद अवस्थितिम् इति न च वाच्यम्. तर्हि तद्दोषतात् अवस्थ्यम् इति तद्दोषता अवस्थ्यम् इति. अस्तु. तर्हि आपादनद्वयम् आसीत् अस्माकं द्वितीयवाक्ये तृतीयवाक्ये अपि च. तर्हि आपादनद्वयोः अनन्तरं सिद्ध्यन्ति उत्तररूपेण वदति आपादनयोः अनन्तरं सिद्ध्यन्ति उत्तररूपेण वदति इत्युक्ते पूर्वपक्षिणः प्रायशः. सिद्धान्ति इत्युक्ते नवीन, सिद्धान्ति इत्युक्ते सिद्धान्ति इत्युक्ते नवीननाम आपादनद्वयोः अनन्तरं सिद्धान्ति इत्युक्ते नवीनन्यायकानाम् उत्तररूपेण वदन्ति तद्वेषता अवस्थितम् इति न च वाच्यम्. न च वाच्यम् इत्युक्ते तस्य अर्थः कः? वयं अद्यापि पठितवन्तः तद्दोषतादवस्थ्यम् इति. अस्तु, न च वाच्यम् इत्यस्य अन्वयः जानीमः. अनन्तरम् आमां तद्वेषता अवस्थ्यम् इत्यनेन दोषता इत्यनेन पुनः तद्दोषः आयाति इति इत्युक्ते तत् दोषपूर्णमस्ति एवं वा भगिनि? तत् दोषपूर्णमस्ति इति अस्ति वा? दोषः कः इति उक्त्वा सः दोषः पुनः आगच्छति इति न वाच्यम् इति ते वदन्ति. तत् अवस्था इत्यनेन पुनः सा एव अवस्था यस्य अवस्था इदानीम् अपि पूर्ववत् सः तद्वस्थः. तद्वस्थः इत्युक्ते पुनः सः एव अवस्था इति तस्य भावः ताद् अवस्थ्यं तस्य भावः ताद् अवस्थ्यम् इति अस्ति. प्रायशः अस्य विवरणं विस्तारणरूपेण अग्रे अस्ति. सत्यं, तत्तु सत्यमेव. किन्तु मनसि इदं भवेत् यत् वाक्यं तु सिद्धान्तिनः वाक्यं नवीनानाम्. अत्र यथा महोदयेन उक्तं प्रतिपादितम् इदानीं पूर्वपक्षिणाम् आपादनद्वयं गुणरूपस्य इत्यस्मात् आरभ्य मानाभावात् पुनः भूतलावधिकत्वस्यैव इत्यस्य आरभ्य आवश्यकत्वात् तथा तेषां क्लेम् द्वयम् आपादनं द्वयं तस्य उत्तररूपेण तद्दोषतादवस्थ्यम् इति पुनः न वाच्यम् इति नवीनानां प्रतिपादनम्. अग्रे गत्वा अस्य वाक्यस्य इतोपि विश्लेषणं भवति. अस्तु अस्तु. अन्य कोऽपि प्रश्नः अस्ति वा? नो चेत् विरमामः. शुभरात्रिः. नमस्कारः, धन्यवादः, शुभरात्रि।